नमस्कारः. अस्माकं पाणिनीयव्याकरणवर्गे सर्वेषां स्वागतम्. प्रवृत्तमानः विषयः अस्ति तिङ्सिद्धेः च लकाराणां समग्रदृष्टिः इति. वयम् इदानीं पर्यन्तं सार्वधातुकप्रत्ययानां विषये पूर्णप्रक्रिया कथम् इति दृष्टवन्तः. तस्मिन्नेव विषये पुनःस्मरणं कृत्वा अग्रे सरामः. किं कुर्मः इत्युक्ते, वयम् एकः परस्मैपदीसंज्ञकधातुः स्वीकुर्मः. अत्र कानि कार्याणि भवन्ति इति सूत्रसहितं परिशीलयामः. अनन्तरं वयम् आर्धधातुकविषये अद्य पठामः. अस्तु, पार्श्वे करपत्रं स्थापयन्तु. तत्र वयं सूत्राणां विषये तत्र किञ्चित् सहायम् अपेक्षितं भवति प्रथमम्. अस्तु, वयं परस्मैपदीसंज्ञकभूधातुः भूसत्तायाम् इति धातुः स्वीकुर्मः. तत्र लट्लकार प्रथमपुरुष एकवचनम् इति अस्माकं विवक्षा अस्ति. वयं तु रूपं पूर्वमेव जानीमः, परन्तु इदानीं कथं प्रथमतः कथं पूर्णतया आगच्छन्ति भवति इति रूपम् इति वयं परिशीलयामः सूत्रसहितदृष्टिः. अस्तु, रघुपतिमहोदय आरम्भं करोति वा? भू इति धातुः. अस्तु, भू अस्ति इदानीं. भू तत्र किमपि इत्संज्ञककार्यं नास्ति. अनन्तरं लट् लकार लट् अस्माकं विवक्षत लट् लकार अस्ति. भूयोग लट् अस्ति. लस्य स्थाने तिप् आदेशः भवति, तिप् भवति. लट् इति इत्यस्य सूत्रं प्रथमं एकनिमिषं लट्टस्य एकनिमिषं लः परस्मैपदम् इति अन्य अपि सहायं कृपया कुर्वन्तु. अन्ये जानन्ति चेत् अपि वदन्तु. न प्रथमं सर्वप्रथमं भूयोगः लट् लट् लट् इति केन सूत्रेण आगच्छन्ति? अस्माकं करपत्रे पश्यन्तु, डि इति पादः लकार लट् वर्तमाने लट् अस्तु वर्तमाने लट् अस्ति वर्तमाने लट् वर्तमाने लट् अनन्तरं तस्य लट् अस्ति लाधिकार लस्य इति भवति. लस्यस्थाने तिप्तसि वर्णः अस्ति वा? लट् लट् टकारस्य इत्संज्ञ भूत्वा ल एव अवशिष्यते. इदानीं लस्य लाधिकार लस्य स्थाने तिप् तसि तिप् प्रत्यय आगच्छति. तिप् अस्ति सार्धातुकम् अस्ति, तिंशित् सार्धातुकम् अस्ति. अतः कर्तरि शप् इति तस्मात् पूर्वम् एकनिमिषं तिप् तिप् अस्ति प्रथम तस्मात् पूर्वम् एकनिमिषं तस्मात् पूर्वं किं तिंशित् सार्वधातुकं तस्मात् लस्य लस्य अनन्तरं लस्य अनन्तरं तिप्तं लस्य परस्य एकं दीर्घं सूत्रम् आगच्छति. अनन्तरं अनन्तरं भवति दीर्घसूत्रं किं भगिनि वदतु महोदय, राजेन्द्रमहोदय. तस्य स्थाने उत्तमं लः परस्मैपदम् उत्तमं लः परस्मैपदं भगिनि लः एकनिमिषं प्रथमं तु पुनः वदामि वर्तमाने लट् अनन्तरं वर्तमाने लट् अनन्तरं लस्य तिप्तसि तिप्तस् तिप्तस् थ मिप्वस् महि सोरि मिप्वस् मस् मस् इट् देन् त आतां ज थास् आतां द्वम् इट् इट् वहि इट् वहि महीमिति तस्य अनन्तरं लः परस्मैपदम् आरम्भे लः परस्मैपदं परस्मैपदं तङ्गानामात्मनेपदम् अस्तु लः परस्मैपदम् अनन्तरं अनन्तरं लकार अनन्तरं तिङ्गस्त्रीणि त्रीणि प्रथमा मध्यमा उत्तमा तानेकवचन द्विवचन बहुवचनमस्ति अस्तु अत्र प्रथम तिङ्ग तानेक अतः लट् तिप् भवति वा तिप् एव तत्र सूत्रं शेषे प्रथमा इति सम्यक् सम्यक् शेषे प्रथमा तिङ्गस्त्रीणि त्रीणि प्रथमा मध्यमा उत्तमा किम् अस्ति भगिनि शेषे शेषे प्रथमः इति सूत्रं हा शेषे प्रथमः अस्तु प्रथमः अत्र करपत्रे लिखितमस्ति वा आम् आम् अस्ति आमाम् आमां पुरुषवचनविधिः अस्तु तत्र सर्वाणि ओके अस्तु पुरुषवचन शेषे प्रथमः इति इत्यनेन तिप् इति भवति अनन्तरं तिप् कर्तरि तिप् अस्ति तिङ्क्षित् सार्वधातुकम् अस्ति अतः शप् कर्तरि शप् इत्यनेन शप् प्रत्ययविहितः शप् अस्ति इदानीं भूयोग शप् योग तिप् शकारपकारयोः द्वयोः प्रत्ययोः इत्संज्ञा भूत्वा भूयोग आयोग ति भवति भूयोग इदानीं केवलं मरणमेलनं सन्धि भवति यान् यचोयवयावः इति अस्तु शप् भू अस्ति अस्तु इदानीं कर्तरि शप् अस्ति अतः सार्धतकार्धतकयोः सूत्रेण उकारस्य गुणः भवति पित्वात् अतः भो भवति भो योग आयोग ति इदानीं यचोयवयाः सूत्रेण ओकार अकारस्य अव आदेशः भवति भवति इति अन्तिमसूत्रम् अन्तिम रूपं सिद्ध्यति सम्यक् एतदेव एषा एव प्रक्रिया अस्ति सर्वदा एषा प्रक्रिया एव भवति यदा लट् भवतु लङ् भवतु लोट् भवतु किमपि भवतु प्रक्रिया समाना परन्तु यदा वयम् अग्रे सरामः पूर्णप्रक्रिया वयं न पश्यामः भूयोगः ति इति आरभ्य एव कुर्मः अतः अस्मिन् अस्मिन् अवसरं पूर्णतया उपयोगं कुर्वन्तु अतः एकः आत्मनेपदिधातुः स्वीकृत्य कुर्मः वा भगिनि तस्मात् प्राक् एकवारं भवती वदति वा अहं लिखामि ओ अस्तु भू इति धातुः भुवादयो धातवः इति सूत्रेण धातुसंज्ञा प्राप्नोति प्रथमं सर्वदा यदा भू धातुः भवतु चल् धातुः भवतु पट् धातुः भवतु भुवादयो धातवः इति सूत्रेण धातुसंज्ञा प्राप्नोति अनन्तरं किमपि धातु भवतु किमपि भूवादयो धातवः एव वा आम् भू आदि भू धातुः एव प्रथमधातुः अस्ति अतः भू आदि धातवः सर्वे धातुसंज्ञा प्राप्नोति इति भुवादयो धातवः वदति अनन्तरं भूयोगः लट् लट् इत्यस्य लकारस्य उपरि चन्द्रबिन्दुः अस्ति, लठ इति प्रायः तस्य उच्चारणं भवति. तत्र वर्तमाने लट् इति सूत्रेण वर्तमान तत्र वयं दृष्टवन्तः किल धातोः परश्च वर्तमाने लट् प्रत्ययः इति. तत्र धातोः इति अधिकारः अस्ति, परश्च इति अधिकारः अस्ति, प्रत्ययः इति अपि अधिकारः अस्ति इति कृत्वा वर्तमाने लट् इति सूत्रेण लट् विधीयते. अनन्तरम् इदानीम् इत्संज्ञकार्याणि, टकारस्य इत्संज्ञा अलन्त्यम् इत्यनेन, अनन्तरं तद् अनुनासिकचिह्नम् अस्ति किल चन्द्रबिन्दुः, तस्य उपदेशे अजनुनासिक इत् इति सूत्रेण तस्य इत्संज्ञा ल एव अवशिष्यते. भूयोगः ल. इदानीं लस्य, लस्य इति अधिकारसूत्रमस्ति, लादेशः लस्य स्थाने एव आदेशः भवति, अतः एव तस्य नाम अस्ति लाधिकारः इति. अन्यनाम अपि अस्ति. इदानीं भूयोगः ल स्थाने तिप् इति आदेशः भवति. तिप् इति यद्यपि आदेशः भवति, तत्र अष्टादशप्रत्ययानामपि ग्रहणं भवति. तदेव तद् दीर्घसूत्रमासीत् तिप् तस्य दीर्घसूत्रम्. अनन्तरं भूयोगः तिप्. इदानीम् अस्माकं विवक्षा तु प्रथमपुरुष एकवचनम् एव, अतः तिप् एव इदानीं स्वीकुर्मः. अष्टादशप्रत्ययेषु एकम् एकः प्रत्ययः लः परस्मैपदम् इति सूत्रेण परस्मैपदसंज्ञकः भवति इदानीं तिप् इति. अनन्तरं भूयोगः तिप्. तिङ्गः तिङ् त्रीणि त्रीणि प्रथममध्यम उत्तमाः इति सूत्रेण तस्य पुरुषः संज्ञा भवति. प्रथमपुरुष मध्यम उत्तम इति यदा वयं तत्र तिप्त दृष्टवन्तः किल अष्टादशानाम् अपि ग्रहणं, तादृशम् अत्र अपि मध्यम उत्तम इति सर्वेषामपि ग्रहणं भवति प्रथमम्. अनन्तरं भूयोगः तिप् इदानीमपि अस्ति. तानि एकवचन द्विवचन बहुवचना एकशेषः इति सूत्रेण इदानीं बहु वचनविवक्षा वचनम् अस्माकं वचनं किम् इति. अनन्तरं शेषे प्रथमः इति सूत्रेण प्रथमपुरुषसंज्ञकः आगच्छति भूयोगः तिप्. अनन्तरं तिंशित् सार्वधातुकम् इति सूत्रेण सार्वधातुकसंज्ञकः तिङ् अस्ति, अतः सार्वधातुक प्रत्ययः इति आगच्छति. अनन्तरं भूयोगः शप् योगः तिप्. कर्त्रार्थे सार्वधातुकप्रत्यये परे शप् विहितः भवति. अन्यानि कार्याणि भवती जानन्ति एव किल, जानाति एव. बहूनि कार्याणि सन्ति आम्, परन्तु यदा वयम् अग्रे सरामः तत्र वयं भूयोगः तिप् इति कर्तरीशप् आरभ्य एव कुर्मः. अतः एव मम विवक्षा अस्ति अद्य पूर्णतया कुर्मः एकवारम् इति. किं भवति इति जानन्ति चेदेव उत्तमम् इति मम आशा आसीत्. उत्तमम्. अस्तु, अहं किं करोमि इत्युक्ते गृहपाठरूपेण केचन दातवः ददामि, तत्र पूर्णप्रक्रिया निर्माय मह्यं प्रेषयन्तु, अहं परिशीलयिष्यामि. एकः आत्मनेपदी धातुः कुर्मः वा? आं भगिनि. अस्तु, धृत् इति धातुः अस्ति. किं भगिनि? धृत् वर्तने इति आत्मनेपदी धातुः अस्ति. भुवादिगणीयधातुः एव अस्ति. गणीयधातुः एव प्रथमं वयं स्वीकुर्मः. किमर्थम् इत्युक्ते तत्र बहूनि परिचितकार्याणि सन्ति सार्वधातुक अर्धधातुकयोः इति. परन्तु अन्ये गणेषु तु बहु किमपि किञ्चित् कार्याणि वयं न परिशीलितवन्तः इदानीं पर्यन्तम्. अतः तद् वयं न स्वीकुर्मः इदानीम्. अस्तु, माला भगिनी प्रयत्नं करोति वा? आं, प्रयत्नं करोमि भगिनी. वृत् इति धातु भूवादयो धातवः इति सूत्रम् आगच्छति. अनन्तरं वृत् योगः लट्, तत्र टकारस्य इत्संज्ञा अनुनासिकवर्णस्य इत्संज्ञा भूत्वा ल एव अवशिष्यते. वृत् योगः ल, इदानीं वर्तमाने लट् इति सूत्रम् आगच्छति. अनन्तरं लस्य इति अधिकारसूत्रम् आगच्छति. ल स्थाने लस्य न वर्तमाने लट् इति लट् संज्ञा, लट् इति संज्ञा भवति, संज्ञासूत्रमेव वर्तमाने लट् इति. लट् इति विधीयते इदानीम्. अनन्तरं लस्य इति अधिकारसूत्रम् आगत्य तस्य स्थाने आदेशः भवति. लट् ल स्थाने, लट् ल स्थाने, ल स्थाने आदेशः, ल स्थाने आदेशः भवति. तत्र तिप् तस् जि किं किम् अस्ति, एकनिमिषः. तिप् तस् जि सिप् थस् मित् वस् मस् ता आतां झ थास् आतां ध्वम् इं बहिं महिं इति सूत्रम् आगच्छति. अनन्तरं तर्हि ल स्थाने लः परस्मैपदी पदम् इति न एतदस्ति आत्मनेपदी धातुः खलु. तर्हि प्रथमं लः परस्मैपदम्, अनन्तरं सङ्गाना आत्मनेपदम् इति सूत्रेण किं भवति, किं भवति भगिनि, वदतु महोदय. तत्र नव प्रत्ययः आत्मनेपदं तङ्गानाम्. ओ आमामाम् आमां, त आतां झ थास् आथां ध्वम् इं बहिं महिं ते सर्वे आगच्छन्ति खलु. अनन्तरं किं भवति, कर्तरि शप् इत्यनेन तस्मात् पूर्वं तिंशित् सार्वधातुकं, तस्मात् अपि पूर्वं तिङ्गस्त्रीणि त्रीणि तानेकवचन शेषे प्रथमा इति भवति, तीर् शेषे प्रथमा इति सम्यक् सत्यं, शेषे प्रथमः इति सूत्रेण तिप् आगच्छति. तर्हि तिप् न, क्षम्यतां भगिनि, आकडारा एका संज्ञापि कार्यं करोति वा अत्र? आम् यत्र भगिनी उक्तवती किल लः परस्मैपदं तङ्गानाम् आत्मनेपदम् इति, तत्र सूत्रद्वयमपि आगच्छति. तस्मिन् समये आकडारादैका संज्ञा इति सूत्रेण तङ्गानाम् आत्मनेपदम् एव कार्यं करोति इति आगच्छति. आम् सत्यं महोदय. इदानीं तस्य पुरतः अग्रिम अपि अस्ति खलु भगिनि, अनुदात् अनुदात् आत्मनेपदमिति एकदपि आगच्छति खलु? आम् तत् पूर्वम् आगच्छति भगिनि, यदा वयं धातुः स्वीकुर्मः तस्मिन् समये अनुदाते अस्ति चेत् इति, परन्तु वृत इति धातुः अनुदाते नास्ति, ऊकारः एव अनुनासिकवर्णः अस्ति, तत्र प्रायः भिन्नकार्य अनुदाते नित् नास्ति, अनुदाते अपि नास्ति, किमपि चिह्नं नास्ति अत्र. भवत्याः समीपे धातुकोशः अस्ति वा, तत्र पश्यति वा तत्र अनुदात चिह्नम् अस्ति इति? पश्यामि. आम् तत्र अस्ति चेत् अनुदाते तदपि सम्यक्, तदेव प्रथमम् आगच्छति. भुवादयो धातवः अनन्तरम् अनुदातञ्ञित आत्मनेपदम् इति सूत्रम् आगत्य आत्मनेपदसंज्ञा भवतु इति सर्वम् अस्तु. आम् भगिनि वदतु इदानीं प्रत्ययः. भवती सम्यक् एव उक्तवती वृत्योगः प्रत्ययः एव, वदतु प्रत्ययः कः, आत्मनेपदी प्रत्ययः. प्रत्ययः सम्यक् तावदेव. तर्हि भूयोगः वृत् क्षम्यतां वृत् योगः शप् आगच्छति खलु. आम् सार्वधातुक आर्धधातुकयोः न क्षम्यतां, किं भव किम् अस्ति तत्र तिंशित् सार्वधातुकम् इत्यनेन वृत् योगः शप् योगः त शप् इत्यत्र शकारपकारयोः लोपः भूत्वा अकारः अवशिष्यते, वृत् योगः अयोगः त इदानीं उपधायां ह्रस्वऋकारः अस्ति अतः तस्य गुणः भवति प्रथमं वृत् इत्यत्र तकारस्य लोपः भवति अनन्तरं किमर्थं किं न क्षम्यताम् सम्यक्. तर्हि वर्त् वर्त् योगः अयोगः त वर्त् वर्त त परन्तु ते कथम् आगच्छति भगिनि? राजेन्द्रमहोदय जानाति वा सूत्रं? न भगिनि, पदनां तेरे उत्तमं टि संज्ञास्य सारि तेः ये भवति सम्यक्. पुनः वदतु भगिनि किं महोदय वदतु महोदय पुनः टित् आत्मनेपदानां तेरे इति भवति तितः तेरे तेरे तेः ये भवति इति टि संज्ञा अस्ति अन्तिम अन्तिमस्वरसहित अस्ति तत् टि संज्ञा अस्ति तस्य एकारः भवति अत्र वर्ता अस्ति टि संज्ञा अस्ति तकार अस्ति अस्ति अतः टि अस्ति तस्य ते ये भवति वर्तते. सम्यक् वर्तते इति रूपं. तत्र भगिनी यदा भवती मध्ये उक्तवती किल तकारस्य लोपः तत्र लोपः न भवति धातुः. किमर्थं वृत् आम् किमर्थं लोपः न भवति? न न किमर्थं लोपः न भवति एव भवति खलु. न न तादृशं नास्ति किल. न न अहं किञ्चित् मम किञ्चित् भ्रम जातः. नास्ति चिन्ता, चिन्तनार्थमेव पृच्छामि. तत्र वृथा इति धातुः अस्ति. तत्र उपदेशे अजनुनास्तिक इत् इत्यनेन तस्य लोपः भवति. अकारस्य वृत्तेव अवशिष्यते. इदानीं भवती यदा उक्तवती तकारस्य लोपः, तत्तु न भवति इति वयं निरूपितवन्तः. इदानीं किमर्थं न भवति इति प्रश्नः. अन्ये किं हलन्त्यं नास्ति अतः हल् अन्त्यं नास्ति किल. तकारः अन्ते उपदेशावस्थ्यां नास्ति अतः. सम्यक्. अनन्तरं यदि उपदेशे अस्ति चेत् तस्य लोपः भवति. आं सम्यक् चिन्तनं. सम्यक्. अनन्तरं उपदेशे नास्ति इत्युक्ते यतोहि अकारस्य लोपः अभवत्, इदानीं पुनः किमपि वर्णस्य लोपः न इत्संज्ञा न भवति वा? हल् वर्णः अन्ते अस्ति चेदेव लोपः भवति. यदा धातुः औपदेशिक अवस्थायां वृत्तेव स्यात् चेद् तकारस्य लोपः भवितुम् अर्हति. परन्तु उपदेश अवस्थायां धातुः तु वृतु उकारः अस्ति, वृतु इति अस्ति. अतः तत्र उकारस्य अनन्तरं तद् चन्द्रबिन्दोः अनुनासिकवर्णस्य लोपः भवति. तकारः तु अन्ते नास्ति किल औपदेशिक अवस्थायाम्. अस्तु. औपदेशिकधातुः किम् इति सर्वदा द्रष्टव्यम्. तत्र अन्ते हल् अस्ति चेदेव तस्य लोपः भवति. धातोः अपि लोपः इत्संज्ञककार्याणि भवन्ति, प्रत्ययस्यापि कार्याणि भवन्ति, लकारस्यापि भवन्ति, सर्वत्र भवन्ति. इत्संज्ञाकार्याणि एव प्रथमम्, सर्वदा प्रथमम्. सम्यक्. आं विजया भगिनी वदतु भगिनि. तत्र ऋकारस्य स्थाने आर् भवति खलु गुणसन्धि भूत्वा, अतः एव वर्त् इति आगच्छति खलु भगिनि. ऋकारस्थाने आर् आम् आम् पुगन्तलघुपदस्य च इति सूत्रेण. स्पष्टमस्ति वा? आम् अग्रे सरामः. उत्तमम्. अग्रे सरामः. आर्धधातुकप्रत्ययस्य विषये अपि तादृशमेकं चिन्तनं कुर्मः, येन वयम् अवगन्तुं शक्नुमः प्रक्रिया कीदृशी प्रक्रिया तत्रापि भवति इति. अस्तु. इदानीं वयम् आर्धधातुकप्रत्ययः विषये स्वीकुर्मः. तत्र पुटसङ्ख्या किं भगिनि करपत्रे? करपत्रे प्रायः अष्टमा इति मम करपत्रे अस्ति, परन्तु मम तु पुरातनकरपत्रमस्ति. किं दश भगिनि? द्वयोः लकारयोः कृते तत्रैव आरम्भं कुर्मः. आम् भवती एव पठतु भगिनि. विजया भगिनि, अहं न प्राप्तवती, क्षम्यताम्. करपत्रं प्राप्तवती वा? आम् करपत्रम् अस्ति मम समीपे. तत्र अन्तिमभागं प्रति गच्छतु. तत्र परन्तु षण्णां लकाराणाम् आर्धधातुकत्वं वर्तते इति भागः आगच्छति. आम् प्राप्तवती. अष्टम एव. अस्तु. आम् विजया भगिनि. विजया भगिनी अस्ति वा? म्यूट् मध्ये लकारयोः कृते श्रूयते वा भगिनि? आम् आम् आम् द्वयोः लकारयोः कृते लिट् च आश्रलिङ्ग् च पाणिनिः तयोः आर्धधातुकत्वं साक्षात् विद्यते. साक्षात् इत्युक्ते विदधाति, विदधाति नास्ति खलु, विदधाति. क्षम्यतां भगिनि, कुत्र? एकनिमिषम्. अत्र परन्तु षण्णां लकाराणाम् आर्धधातुकत्वं वर्तते इति गतसप्ताहे पठितं. तिङ्सिद्धे च लकाराणां समग्रदृष्ट्या तत्र एव न, तत्र तस्मिन् करपत्रे एव मध्ये स्मः किल वयं. हेच् इति भागः तस्य अनन्तरं पश्यतु, हेच् इति भागस्य अनन्तरं पश्यतु. तत्र प्रथमबिन्दुः इति लिखितमस्ति द्वयोः लकारयोः कृते. हेच् हेच् हेच् हेच् अनन्तरं अस्तु अस्तु अस्तु. अत्र हेच् दशसु लकारस्य अस्तु प्राप्तं, धन्यवादः. आं भगिनि, साक्षात् तत्र किञ्चित् सार्वधातुकम् अनन्तरम् आर्धधातुकं शेषः अनन्तरं लिट् च लिङ् शिशि इति सर्वं तृतीय अध्याये चतुर्थपादे एव आगच्छति. एतत् सर्वं सूत्रं द्वयोः लकारयोः कृते लिट् च आशीलिङ्ग् च पाणिनिः तयोः आर्धधातुकत्वं कथं तत्र भवति इति विवरणं सूत्रेण तत्र दत्तमस्ति. किञ्चित् सार्वधातुकमिति आर्धधातुकं शेषः लिट् च लिङ् शिशि, लिङ् शिशि इति तत्र आशीर्लिङ्ग् एव लिट् लिङ्ग् आशिषि. एतत् सर्व तिङ् आशिषि लिङ्गाशिषि लिङ्गाशिषि इति एतत् लिट् अनन्तरम् आशीर्लिङ्ग् सूत्रम् अस्ति तत्र. एषां सूत्राणां सूत्रसङ्ख्यां पश्यन्तु क्रमेण सर्वाणि. अतः अनुवृत्तिः सरला. तिंशित् सार्वधातुकम् इत्यनेन सर्वे तिङ् प्रत्ययाः षित् प्रत्ययाः च सार्वधातुकाः. आर्धधातुकं शेषः वक्ति यत् ये ये प्रत्ययाः धातुभ्यः विहिताः तिंशित् भिन्नाः ते सर्वे आर्धधातुकाः. तदा लिट च लिट् च लिट् इत्यनेन पाणिनिः वदति यत् लिट् तिङ् प्रत्ययाः यद्यपि तिङ् परन्तु तेपि आर्धधातुकाः. लिङ्गाशिशि इत्यनेन आशीर्लिङ्ग् अष्टादश तिङ् प्रत्ययाः अपि तदैव साक्षात् अपवादत्वेन आर्धधातुकाः. वदतु किम् अवगतम्? येषां सूत्राणाम् उपरि चत्वारः सूत्राणि सन्ति. एतत् लिट् अनन्तरम् आशीर्लिङ्ग् विषये कर्तुम् एतत् क्रमेण आगच्छति तत्र त्रयोदश एकशतं त्रयोदश अधिक एकशतं चत्वारः अधिक एकशतम् अनन्तरं पञ्चादश अधिक एकशतं षोडश अधिक एकशतम् इति क्रमेण तृतीय अध्याये चतुर्थपादे क्रमेण आगच्छति. एतत् सरला एव, एतत् सर्वम् अनुवृत्तिसूत्रमेव. अनन्तरं तिंशित् सार्वधातुकम् इति अनेन सर्वे तिङ् प्रत्ययाः वयं पूर्वमेव दृष्टवन्तः. अष्टादशसूत्राणि तिक् प्रति प्रत्ययाः सन्ति, तिङ् प्रत्ययः षित् प्रत्ययः च सार्वधातुकः इति. आर्धधातुकं शेषं शेषः वक्ति यत् ये ये प्रत्ययाः धातुभ्यः विहिताः तिंशित् भिन्ना. तत्र आर्धधातुकमध्ये विकरणप्रत्ययः नास्ति. तत्र विचारः किम् अस्ति चेत् इदागमविषये एव अस्ति. ते सर्वे आर्धधातुकाः. तदा लिट् च इत्यनेन पाणिनिः वदति यत् लिट् तिङ् प्रत्ययाः यद्यपि तिङ् परन्तु तेपि आर्धधातुकाः. किमर्थं चेत् तत्र इडागमविषये एव आगच्छति. तिङ् शित् इति तत्र कार्यं न करोति एव. यकर्णप्रत्ययम् अपि न कार्यं करोति. लिङ्गाशिशि इति अनेन आशीर्लिङ्ग् अष्टादश तिङ् प्रत्ययाः एतत् सर्वं क्रमेण अष्टादश तिङ् प्रत्ययाः क्रमेण एव तत्र अपि उपयोगं कुर्मः. लिङ्गाशिशि इति आशीर्लिङ्ग् मध्ये अपि तदेव साक्षात् अपवादत्वेन आर्धधातुकाः. किमर्थम् अपवादत्वेन आर्धधातुकाः चेत् तत्र तिंशित् इति कार्यं न करोति, विकर्णप्रत्ययमपि नास्ति. अतः तत्र आर्धधातुकः विषये इदाहम एव वयं स्वीकुर्मः. अतः तत्र अपवादत्वेन आर्धधातुकाः इति उक्तवन्तः. सम्यक्, अपवादत्वेन अर्धधातुकः. यद्यपि तिङ्क्षित् अस्ति, अपवादत्वेन अर्धधातुक इति अस्ति. आम् आम्, लिच्च लिङ्ग् आशिषि विषये एव तद्. तत्र यद्यपि तिङ्प्रत्ययः विहितः भवति, लिट् वा लिङ्ग् आशिषि लकार लिङ्ग् आशीर्लिङ्ग् लकारेषु, तत्र तथापि साक्षात् पाणिनिना आर्धधातुकत्वम् इति तत्र संज्ञा दत्तम् इति कृत्वा तत् तद् अपवादत्वेन आर्धधातुकाः. अत्र आर्धधातुकशेष इत्यस्य प्रसक्तिः नास्ति. आर्धधातुकशेषः इति तिङ्क्षित् अस्ति, अतः लिट् लिङ्ग् आशिषि आर्धधातुकम् इति दत्तम्. तत्र अनुवृत्तिरूपेण आगच्छति. अनुवृत्तिरूपेण लिट्. अतः एव तादृशं प्रक्रिया तत्र क्रमेण दत्तमस्ति. प्रथमं तिङ्क्षित् सार्वधातुकम्, आर्धधातुकं शेषः, यत् तिङ्गपि नास्ति षित् अपि नास्ति, ते सर्वे आर्धधातुकाः इति दत्तम्. अनन्तरं लिट् लिङ्गाशिषि, लिट् लिङ्गाशिषि तयोः सूत्रयोः अनुवृत्तिः आर्धधातुकम् इति आगच्छति. अतः क्रमेण दत्तवान् पाणिनिना स्थापितम् अष्टाध्याय्याम् इति अवगन्तव्यम्. तावदेव. तत्र भगिनी विजया भगिनी, वक्ति इति पदस्य परिचयं करोतु, कथम् आगच्छति वक्ति. तत् वक्ष्य इति धातुः स्त्रीलिङ्गरूपेण वक्तिः इति इत्यं प्रत्ययम् आगच्छति खलु भगिनी तत्र. पुनः चिन्तयतु, अन्ये किं वदन्ति? क्रियारूपेण एव अस्ति. रघुपतिमहोदय, राजेन्द्रमहोदय. वच् वच् धातु सम्यक् वच् धातु अस्ति. अत्र चकारस्य ककारादेशः भवति, ति प्रत्यया योजित्वा तत्र वक्ति भवति. सम्यक्, आम्. अदादिगणीयधातुः अस्ति, परस्मैपदीरूपम्. आम् सम्यक् महोदय, तावदेव. वक्ति आर्धधातुकं शेषः वक्ति यत्. आम् वदतु भगिनि. वदति इति यदा वयं वदामः किल, तादृश एव समानार्थक उपदौ. वच् परिभाषणे इति धातुः अस्ति. आर्धधातुकं शेषः वदति यत् ये प्रत्ययाः धातुभ्यः विहितः तिंशित् भिन्नः, ते सर्वे आर्धधातुकाः इति आर्धधातुकं शेषः इति सूत्रं वदति. तस्य एव वक्ति इति अपि समानार्थकम् एव. अवगतं वा? प्रश्नः अस्ति वा भगिनी? तत्र प्रथमपुरुषे एकवचनम् अस्ति चेत् वक्ति द्विवचनं वदति वदतः वदति वदतः वदामि वदावः वदामः. एतत् परन्तु धातुः भिन्नं, धातुः अत्र वच् इति धातुः वच्मि वच्वः अस्ति. अदादिगणीयः धातुः किल, अत्र शप् इत्यस्य लोपः भूत्वा कार्याणि भवन्ति. भक्ति इति रूपं. सम्यक् अस्तु, अग्रे सरामः वा? राजेन्द्रमहोदय. भगिनी प्रश्नः अस्ति अत्र यथा पूर्वं भगिनी पठितवती यदा लिट् अपि च लिङ्गाशिशि तत्र तेषु लकारेषु तत्र तिङ्प्रत्ययः साक्षात् दृश्यते वा तथापि तत्र अर्धसंज्ञा प्राप्नोति कथं तिङ् प्रत्ययः तत्र साक्षात् दृश्यते चेदपि अर्धधातुकत्वम् अपवादत्वेन प्राप्नोति किमर्थम् इत्युक्ते पाणिनिना तादृशं व्यवस्थां कृतवान् आर्धधातुकं लिट् लिङ्गाशिशि आर्धधातुकं भवतु इति प्रत्ययः तु सार्वधातुकप्रत्ययः एव तिङ् क्षम्यतां तिङ् प्रत्ययः एव परन्तु यदा वयं स्यचासि लृ लुटोः इति कृतवन्तः किल तत्र स्य इति विकर्णप्रत्ययः मध्ये आगच्छति इति साक्षात् न दृश्यते अतः आर्धधातुकत्वम् इति वयं पठितवन्तः परन्तु अत्र तु तिङ्गेव अस्ति परन्तु यदा पाणिनिना आर्धधातुकत्वं साक्षात् उक्तवान् अतः तद् आर्धधातुकसंज्ञा प्राप्नोति तथैव संशयः आसीत् यथा आर्धधातुकशेषः यत्र तु प्रत्ययः साक्षात् तिङ् प्रत्ययः साक्षात् न दृश्यते आर्धधातुक संज्ञा प्राप्नुवन्ति परन्तु अस्मिन् लिट् अपि च लिङ्गाशिशि तत् लकारयोः तत्र साक्षात् न दृश्यते तथैव अहं चिन्तितमासीत् साक्षात् दृश्यते एव परन्तु अपवादत्वेन अर्धधातुकसंज्ञा आं भगिनि धन्यवादः अत्र लिटः आशीर्लिङ्गः च अष्टादशानां तिङ्प्रत्ययानां स्वभावं साक्षात् परिवर्तयति प्रथमतया तिङ्चित् सार्वधातुकम् इत्यनेन अनयोरपि द्वयोः लकारयोः तिङ्प्रत्ययः सार्वधातुकसंज्ञकः परन्तु लिट् च लिङ्गाशेषि इत्याभ्यां सूत्राभ्याम् आर्धधातुकत्वं विहितम् अत्र अतः अत्र इडागमः विचारः न तु विकर्णप्रत्ययागमनम् कर्त्यर्थे अन्योर्लकारयोः घनभेदो नास्ति अस्तु यथा इदानीमपि चर्चितम् अतः तथैव अत्र पुनः दत्तमस्ति लिट् लिट् अपि च आशीर्लिङ्ग लकारयोः तत् च अष्टादशानां तिङ्प्रत्ययानां स्वभावः साक्षात् तत् दृश्यते प्रथमतया तु तिङ्क्षित् सार्वधातुकम् इत्यनेन सूत्रेण अन्योर् अपि द्वयोः लकारयोः तिङ्प्रत्ययः सार्वधातुकसंज्ञकः संज्ञा प्राप्नुवन्तौ परन्तु लिट् च लिङ्ग आशिषि इत्याभ्यां सूत्राभ्यां यथा पाणिनः दत्तमस्ति तत्र आर्धधातुकसंज्ञा एव तत्र विहितं तथा तस्य तयोः संज्ञा आर्धधातुकसंज्ञा भवति अत्र अतः अत्र इडागमो विचारः न तु अत्र इडागमविचारः वर्तते न तु विकर्णप्रत्यय आगमनं यथा विकर्णप्रत्ययः तु सार्वधातुकेषु एव लकारेषु एव भवति परन्तु अत्र आर्धधातुकत्वं संज्ञा प्राप्य तत्र विकर्णप्रत्यय आगमनं न भवति इडागमविचारः एव अस्ति कर्तरर्थे अन्योर्लकारयोः घनभेदः नास्ति तथा यथा अन्य आर्धधातुकलकारेषु तत् घनभेदः नास्ति अत्र अपि लिट् अपि च लिङ् आशिषि लकारयोः तत् घनभेदः नास्ति यदि तत् विकर्णप्रत्ययः यथा तत्र विकर्णप्रत्ययः न आगच्छति इडागमविचारः एव अस्ति सम्यक् पठतु महोदय अग्रे अपि भगिनि तत्र वस्य परिभाषणे इति आगच्छति तत्र वक्ति वक्तः बहुवचनं तत्र न लभ्यते इति कथम् अनन्तरं मध्यं पुरुषः वक्तः वक्त उत्तमपुरुषः वच्मि वच्वः वद्मः धातुमाला इति पुस्तके पुटसङ्ख्या 193 मध्ये अस्ति अस्तु, वच्परिभाषणे एव किल, वच्परिभाषणे वक्ति वक्तः तत्र बहुवचनं न लभ्यते इति नास्ति. आम् आम्, केचन विशिष्टसूत्राणि सन्ति वदन्ति, नास्ति न न न वदन्ति, अहं वदामि वदन्ति इति आगच्छति खलु, गच्छन्ति वदन्ति एतत् तत्र तत्र न स्वीकृतं, वक्ति वक्तः बहुवचनं तत्र न लभ्यते. अनन्तरं मध्ये पुरुषः वक्षि वक्षि इति चकारः, वक्षि वक्ताम् आम्, किमर्थम् इत्युक्ते धातुः अदादिगणीयधातुः अस्ति, वद् धातुः भिन्नं, वच् धातुः भिन्नं. वयं पठामः भगिनि, अग्रे आगच्छति यदा अदादिगणीयविषये पठिष्यामः, तत्र पूर्णप्रक्रिया वयं पठामः, तस्मिन् समये अहं वदामि किमर्थं बहुवचनं नास्ति इति. धन्यवादः. आम् महोदय, पठतु महोदय. चतुर्णां लकाराणां कृते धातु तिङ् तिङ् इति इत्यन्योर्मध्ये अन्यप्रत्ययः विहितो भवति यः स्वयम् आर्द्रधातुकः. चतुर्णां लकाराणाम् अत्र लृट् लिङ् लुट् लुट् अपि च लुट् न लुङ्गि लुङ्गि लुङ्गि तत्र तिङ् प्रत्यय तिङ् धातु तिङ् प्रत्ययमध्ये अन्यप्रत्ययः भवति यत् यत् कारणात् तत् धातु साक्षात् तिङ् प्रत्ययः न पश्यति, तत्कारणात् संज्ञा आर्धधातुसंज्ञा भवति. सूत्रमस्ति स्य तासि लि लुटौ लुटौ, अत्र धातु किं वदति तत् लिट्रि लिट्रि लिट् क्षम्यतां भगिनि, लिट्रि लृणि परे धातुतः स्यः, लुटि परे धातुतः तासि भवति. अतः यथा लिट्रि अस्ति अपि च लृणि अस्ति, तत् धातुपरतः स्यः प्रत्ययः आगच्छति. लुटि अस्ति चेत् तत् तासि प्रत्ययः आगच्छति. तत् अनुभूतिसहितसूत्रमस्ति लृ लुटौ धातोः परश्च स्य तासि प्रत्ययौ प्रत्ययौ लृट् लृण् स्य लुट् तास् तत् प्रत्ययः आगच्छन्ति, यत् तत्र धातोः तिङ् प्रत्ययमध्ये धातोः तिङ् प्रत्ययः साक्षात् न पश्यति. चिलि लुङ्गि लुङ्गि लुङ्गि धातोः चिलि प्रत्ययः परश्च अनुवृत्तिसहितसूत्रमस्ति, तत् लुङ्गि लुङ् धातोः तत् चिलि प्रत्ययः मध्ये आगच्छति, धातु अपि च तिङ् प्रत्ययः मध्ये तत्र अपि साक्षात् न पश्यति, तत् कारणात् आर्द्रसंज्ञा प्राप्नोति. सम्यक् महोदय, धन्यवादः. भगिनि अत्र लुलुटो अस्ति, तत्र लिट् लकार अपि लृङ् लकार अपि ग्रहणं भवति, कथं भवति ङकारस्य लृ इत्यस्य लृट् लृङ् इति द्वयोः अपि ग्रहणं लृ एव अस्ति किल, लृ इति प्रायः तस्य उच्चारणं. किमर्थम् इत्युक्ते गकारस्य लोपः कथं भवति, कथं भवति अत्र? ओ, टकारस्य तु हलन्त्यम् इत्यनेन लोपः लुट् लृट् इत्यस्य, अनन्तरं लृङ् इत्यस्य ङकारस्य अपि हलन्त्यम् इत्यनेन लोपः, लृ एव अवशिष्यते किल, अतः लृ. स्यतासि लृ, लुट् इत्यस्य तु लु अस्ति, अतः लुटोः इत्येव दत्तवान् पाणिनिना, तत्र तादृशमेव स्थापितवान्. अत्र तु कामन् अस्ति किल, अत्र लृ इति कामन्, अतः लृ इति अन्ते, अतः किञ्चित् भ्रमः जातः, लुट् अस्ति तकार अस्ति अत्र नास्ति इति. शतासि लृ लुटोः इति सूत्रमस्ति, तत्र एव अस्माकं लृट् इति अस्माकं भविष्यत्काल सूत्रं, क्षम्यतां, भविष्यत्कालं सूचयति, भविष्यति इति रूपम् आगच्छति, तत्र मध्ये स्य इति विकरणप्रत्ययः आगच्छति इति कारणात् धातुः साक्षात् तिङ् प्रत्ययं न पश्यति, अतः तत्र कर्तरि शप् इत्यस्य प्रभावः नास्ति, गणीयचिन्तनमपि नास्ति, इडागमविचारः एव. तादृशमेव यदा लुङ् लृट् इत्यस्य अपि, क्षम्यतां, लुट् इत्यस्यापि तादृशमेव चिन्तनम्. लुङ् लुङ् इत्यस्यापि स्य इत्येव आगच्छति, परन्तु लुटि इत्यत्र तास् इति आगच्छति, भविता इति रूपं. तृच् इति प्रत्ययः वयं कृतवन्तः किल, तादृशमेव रूपम् आगच्छति अत्र लुट् इत्यस्य, भविता, भवितारौ, भवितारः इति रूपाणि. लुङ् लुङ् इत्यस्य तु सूत्रं यत्किमपि अस्ति वा, अभूत्, आं क्षम्य, अभूत् इति. लुङ्गि इत्यत्र अपठीत् इति रूपम् आगच्छति. तत्र बहूनि कार्याणि सन्ति. यद्यपि तत्र पट् योगः लुङ् तत्र श्ली इति मध्ये आगच्छति चेदपि, अनन्तरं श्ली स्थाने सिच् इति आगच्छति, अनन्तरम् अपठीत् इति रूपं, बहूनि कार्याणि मध्ये सन्ति. अग्रे यदा वयं तस्मिन् विषये पठिष्यामः प्रायः स्पष्टः भवति. अस्तु, श्रीवल्ली भगिनी अद्य पठितुं शक्यते वा? भगिनी न शक्नोमि. न, अस्तु, अवगतम्. आम्, अवगतम्. परन्तु प्रश्नः अस्ति चेत् पृच्छतु भगिनी. स्पष्टमस्ति वा एतावता वयं किं? स्पष्टमस्ति. सम्यक्, उत्तमं. प्रश्नः अस्ति चेत् पृच्छतु अवश्यम्. आम् भगिनी. अस्तु, रघुपतिमहोदय. ध्येयं यत् तत्र ध्येयं यत् स्य, तास्, ली एते त्रयः प्रत्ययाः न तिङ् न वाषित्, अतः तिङ्क्षित् सार्वधातुकम् इत्यनेन नैव सार्वधातुकाः, अपि तु आर्धातुकं शेषः इत्यनेन आर्धातुकाः. अस्तु, एते एते अहं पठितवान् महोदय. आं पठितवान् महोदय, पठितवान्. एते स्य, तास्, स्य, तास्, त्री एते तिङ्क्षि तिङ् नास्ति, षित् नास्ति, अतः अतः आर्धातुकम् आर्धातुकं शेष इत्यनेन आर्धातुकसंज्ञां प्राप्नोति. उदाहरणम् उदाहरणे लृट् लकारः अस्ति, आप् योग लृट् इति, आप् किमर्थम् आप् भवति, आप् योग योग किं किमपि सूत्रे तत्र मुद्रणदोषः, मुद्रणदोषः, आप् आप् योग लकार टकारस्य लोपः भवति. अनन्तरम् आप् योग ल सटाचिलुरुटोः इति सूत्रेण स्य स्य आगच्छति, मध्ये आगच्छति. स्य विक् आर्धातुकविकरणप्रत्यय आर्धातुकविकरणप्रत्यय अस्ति वा एतत् भगिनि, स्य इति आर्धातुक आर्धातुक आप् आप् आप् योग स्य योग ल धातोः पर स्य प्रत्यय आर्धातुक, अतः कर्तरीश स्वादि अस्तु स्य इत्यनयोः प्रसक्तिः नास्ति. अस्तु, प्रसक्तिः नास्ति. किमर्थमिति चेत् कर्तरि स्वादिभ्यः इत्यनयोः प्रसक्तिः नास्ति. कर्तरि शप् किमर्थम् इत्येति एतत् आर्धातुक अस्ति, अतः अतः कर्तरि शप् इत्यस्य प्रसक्तिः नास्ति. अतः विकरणप्रत्यय श्नु अपि एतत् स्नु अस्ति, स्वादिगणे अस्ति, अतः स्नुप्रत्यय स्नु विकरणप्रत्यय यदि सार्धातुक अस्ति चेत् आगच्छति, परन्तु अत्र आर्धातुकम् आर्धातुक अस्ति, अतः तस्य प्रसक्तिः नास्ति. आप् आप् योगस्य योग ल अतः तिबादेश अलकारस्य स्थाने तिप् भवति. आप् योगस्य योग तिप् आप्स्यति इति अन्तिमरूपम् अस्ति. सम्यक्, आप्स्यति इति एव भवति. तत्र स्य इति लकार निमित्तिकविकर्णप्रत्ययः, लकारः लृट् अस्ति, अतः लकारनिमित्तिकविकरणप्रत्ययः स्य. अन्येषु तु धातुगण निमित्तीकृत्य अस्ति, अन्य धातुगणं निमित्तीकृत्य टी इत्यस्य कारणेन तत्र विकरणप्रत्ययः न आगच्छति किल, धातुगणम् अनुसृत्य एव विकरणप्रत्ययः. भुवादि भूधातुः भुवादिगणे अस्ति, अतः तत्र तिप् इति प्रत्ययः परे अस्ति, सार्वधातुकप्रत्ययः, अतः तत्र शप् इति विकरणविहितः भवति. एतत्तु लकारनिमित्तिकविकरणप्रत्ययः स्या इति, धृट् इति लकारः, अतः स्या विधीयते. भगिनी अत्र किञ्चित् किञ्चित् कन्फ्यूजन् अस्ति, एतत् विकरणप्रत्यय कर्तरि शप् इति भवति कर्त्रार्थे, यत् भवान् चिन्तयति तदपि सम्यक् एव, परन्तु तत्र कर्त्रार्थे सार्वधातुकप्रत्यये परे अस्ति चेत् शप् इति विहितः भवति सर्वत्र. अस्तु, परन्तु धातुः अपि वयं द्रष्टव्यं किल. यदा लिक् इति धातुः अस्ति, लिक् योगः ति, ति इति कर्त्रार्थे सार्वधातुकप्रत्ययः, अतः शप् इति विहितः भवति. परन्तु वयं तु तत्र तद् प्रबाद्य, लिक् इति धातुः भुवादिगणे नास्ति, अतः तत् प्रबाद्य आगच्छति किल. अवगतवान्? न भगिनि, लिप् न, लिक् इति लिक् इति लिक् लिक् लिक् लिक् धातुः कस्मिन् गणे अस्ति? लिक् लिखति लिखति लिक् योग न जानामि भगिनि, लिक् इति अन्य वदतु, जानाति वा? लिक् अदादिगणे अस्ति वा? तत्र गुणः भवति वा? गुणः न भवति. लिक् इति तुदादिगणीयधातुः, अतः तत्र शप् प्रबाद्य अत्र श इति आगच्छति किल, तुदादिभ्यः श इति सूत्रेण श आगच्छति. लिखति लिखति, अतः अत्र लिखा इति अस्ति, इदानीं लिखा योग ति अस्ति, ति इति तिङ्क्षित् सार्धात्कम् इति भवतीम् अर्हति न, तिङ्क्षित् सार्धात्कम् अस्ति लिख. अस्तु, सोरि, अहं चिन्तितवान् लेखति इति किमर्थं न भवति इति. लिखा इति अङ्गम् अदन्त अङ्गम् अदन्तम् अङ्गम् अस्ति अतः. तेन कारणेन किमर्थं न भवति, अदन्तम् अङ्गम् अस्ति चेत् किमर्थं न भवति? लिख उपधायां तु इक् वर्णः अस्ति किल, न अकार अस्ति, इक् वर्णः नास्ति न. लि लि अस्ति, परन्तु तस्य तस्य पित् अपित् अस्ति, अतः अपित् अस्ति चेत् न भवति, सर्वदा न भवति वा? आं किल, अस्तु. यदि उप अन्तिमवर्ण अकार नास्ति चेत्, यदि अपित् अस्ति चेत् अपि तिङ् निमित्ति ति निमित्ति कृते किमपि उपादायं न भवति. तत्र वयं प्रायः पूर्वतनपाठः तस्मिन् वयं दृष्टवन्तः, समूहद्वयम् अस्ति इति, यत्र 1, 4, 6, 10 तत्र अनदन्तविषये भिन्नकार्याणि भवन्ति. यदा भवान् उक्तवान् तत्र तिप् इति पित् अस्ति अतः कारणात् गुणः भवति, तः इति अपित् अस्ति गुणः न भवति इति, तत्र भिन्नवार्ता. परन्तु प्रथमगणसमूहे 1, 4, 6, 10 अदन्तम् अङ्गं यत्र अस्ति, तत्र यदा अपित् अस्ति तत्र गुणः न भवति सर्वदा. अत्र सामान्यतया सामान्यतया सर्वदा इति न वक्तव्यं व्याकरणे, सामान्यतया अपवादाः भवितुमपि अर्हन्ति, प्रायः इति वक्तव्यं व्याकरणे सर्वदा. अस्तु, अतः तुदादिगणीयधातुः लिक् अस्ति, उपधायां यद्यपि इक् वर्णः अस्ति, शकारः अपित् इति कारणात् तत्र गुणः न भवति. अवगतं वा? समाधानं प्राप्तं वा महोदय? तदपि सम्यक्. आं कृष् इति आम् सम्यक्. सुदादिगणे अपि कर्ष इति धातुः अस्ति. वदतु भगिनि. द्वैरूपं सन्ति खलु भगिनि तत्र, कर्षति इति एकं रूपम्, अनन्तरं कर्षति अन्यरूपं कृष्यति इति आगच्छति. किमर्थं चेत् तत्र गुणस्य कृते अवरोधः इति आगच्छति, अतः एव कृष्यति इति आगच्छति द्वैरूपं तत्र सुधादिगणे. सम्यक् भगिनि. मम स्पष्टीकरणार्थं, यदि हलन्तम् अङ्गम् अस्ति, उपादायम् इदानीम् उपादायम् अस्ति, स्वरः अस्ति, अपित् अस्ति, तदापि अग्रे तिङ् सार्धत्वकं तत् अस्ति, तिङ्क्षित् अस्ति, तदा तत्रापि गुणः न भवति, यतः अपित् अस्ति इति वा? अनदन्तमङ्गं वा? अनदन्तमङ्गं हलन्तमङ्गम् अहं चिन्ता हलन्तमङ्गम् हलन्तमङ्गम् इत्युक्ते अनदन्तम् एव किल, अनदन्तम्, अदन्तं नास्ति. सोरि, अजन्तं नास्ति. अस्तु, अनदन्तमङ्गम् अस्ति, तत्रापि गुण उपादायं गुण न भवति सामान्यतः, यदि अपित् अस्ति चेत् न तत्र कार्याणि भिन्नरूपेण भवन्ति. किमर्थम् इत्युक्ते तत्र प्रत्ययः स्वीकुर्मः, तिप्तस् जि इति प्रत्ययः, तत्र वयम् एकमेकं प्रत्ययं स्वीकृत्य परिशीलयामः. तिप् इति प्रत्ययः पित् अस्ति, अतः गुणः भवति. अनन्तरं गुणः भवति तिप् इति प्रत्ययः भवति. आम् भवति भवति, परन्तु विकरणप्रत्यय मध्ये आगच्छति तत् अपित् अस्ति चेत् अपि उपादायं अङ्गं कथं साधयामः? अङ्गं विकरणप्रत्ययस्य योजना अनन्तरमेव साधयामः. तदेव अस्माकं प्रायः अग्रिमपाठः वा अङ्गम् इति एकः पाठः अस्ति, तत्र वयं पश्यामः कुत्र कुत्र भवति, कुत्र न भवति इति. अत्र अङ्गं तु विकरणप्रत्ययस्य योजना अनन्तरमेव अङ्गम्. इदानीं भवान् अदादिगणे अस्ति, अदादिगणे लुक् भवति, तत्र शप् अस्ति, ओके अस्तु, अत्र पित् अस्ति, अस्तु, अदादिगणे शप् प्रायः उदाहरणं दास्यामि. इदानीं किमपि मनसि नागच्छति. मम भ्रमः अस्ति, यदि विकरणप्रत्यय अपित् अस्ति चेत् नन्तरं पित् अस्ति चेत् उपादायं गुणः भवति वा इति. अस्तु, श्नु इति प्रत्ययः स्वीकुर्मः, स्वादिगणे अस्ति किल, स्वादिगणे इति पञ्चमगणः अस्ति, तत्र श्नु इति विकरणप्रत्ययः आगच्छति. आप् इति धातुः, आप् योगः श्नु, इदानीं नु एव अवशिष्यते शकारस्य लोपः भूत्वा, आप् योगः नु योगः ति. ति इति प्रत्ययः तिप् अस्ति, पित् अस्ति, आप्नु इदानीम् आप्नो इति भवन्ति. आप्नो योगः ति अनन्तरं कार्याणि तु सन्ति एव आप्नोति इति रूपम् आप्नोति आगच्छति वा इदानीं तस्य द्विवचनरूपं किम् आप्नोति आप्नुतः आप्नुतः तः आम् तत्र तः इति तः इति प्रत्ययः अपित् अस्ति अपित् अस्ति अतः तत्र गुणकार्यं तु न भवति आप्नु योगः तः आप्नुतः अवगतं वा अस्तु अवगतं तावदेव तत्र वयम् एतत्तु बहु विस्तृतरूपेण आगच्छति परन्तु मनसि भवेत् अदन्त अङ्गस्य विषये भिन्नकार्याणि अनदन्त अङ्गस्य विषये भिन्नकार्याणि अदन्त अङ्गस्य विषये यदा वयं भुआदिगणे दृष्टवन्तः तादृशमेव पित् अस्ति चेत् गुणः भवति अपित् अस्ति चेत् गुणः न भवति परन्तु अनदन्त अङ्गस्य विषये एकम् एकं क्षम्यताम् एक एक प्रत्ययः स्वीकृत्य तद् पित् वा अपित् वा इति परिशीलनीयम् अनन्तरं कार्याणि किमर्थं तादृशं परिशीलनीयम् इति अपि पाठे आगच्छति अस्तु अग्रे सरामः माला भगिनी अस्ति वा गतवती वा प्रायः गतवती अस्तु विजया भगिनी पठति वा पठामि भगिनि तत्र एवं कृत्वा एवं कृत्वा ऋट् ऋङ् लुट् लुङ् च एषां लकाराणां सिङ् प्रत्ययाः यद्यपि सार्वधातुकाः किन्तु धातु सिङ् प्रत्ययोः मध्ये अन्यः प्रत्ययः उपविशति यः स्वयम् आर्धधातुकः यतः पाणिनेः कार्यपदस्य सर्वं कार्यं साक्षात् पूर्वं परं च भवति अपि च यतः एते सार्वधातुकसिङ्प्रत्ययाः अधुना धातुना साक्षात् न एव दृश्यन्ते अतः सार्वधातुकप्रत्ययनिमित्तम् अङ्गकार्यं न अर्हम् भगिनी अस्ति वा न श्रूयते भगिनी विद्या भगिनी विद्या भगिनी श्रूयते वा भगिनी इदानीं श्रूयते वदतु नाम कर्तरि शप् इति अनेन शप् प्रत्ययः न आनीयते तस्य स्थाने आर्धधातुकप्रत्ययः निमित्तिकम् अङ्गकार्यं विहितं नाम इदागमः विचारः तत्र एवं कृत्वा लृट् लृङ् लुट् लुङ् एषां लकाराणां सिङ् प्रत्ययाः यद्यपि सार्वधातुकाः किन्तु धातु सिङ् प्रत्यययोः मध्ये अन्यप्रत्ययः उपविशति यः स्वयम् आर्धधातुकं तत्र स्या इति स्वीकृतं चेत् तत्र भूधातुः लृट् भविष्यत्कालं तत्र विवक्षा अस्ति चेत् तत्र भूयोगः स्या योगः तिप् तत्र स्या इति आर्धधातुकप्रत्ययम् आगच्छति तिप् सार्धधातुकम् एव परन्तु आर्धधातुकप्रत्ययमेव तत्र कार्यं करोति कर्तृ शप् इति तत्र बाधा अस्ति अनन्तरं मध्ये अन्यप्रत्ययाः उपविशति चेत् तत्र स्या इति वयं स्वीकुर्मः चेत् तत्र विवक्षारूपेण ऋट् भविष्यति इति रूपम् आगच्छति यतः पाणिनेः कार्यपदस्य सर्वं कार्यं साक्षात् पूर्वं परं च भवति कर्तरिषप् इति अनेन अनन्तरं किञ्चित् इति रूपम् एतत् सर्वं स्वीकरणीयं तत्र सर्वं कार्यं साक्षात् पूर्वं परं च इति भवति. अपि च यतः एते सार्वधातुक तिङ् प्रत्ययाः अधुना धातुना साक्षात् न एव दृश्यन्ते. एतत् एतत् भविष्यत्कालं वृत् मध्ये तत्र तिङ् प्रत्ययाः आगच्छति अपि परन्तु साक्षात् न एव दृश्यन्ते. अतः सार्वधातुकप्रत्ययः निमित्तम् अङ्गकार्यं न अर्थम् सार्वधातुकप्रत्ययं तत्र अस्ति अपि तत्र निमित्तम् एव अङ्गकार्यं न करोति. नाम कर्तरि शप् चतुर्षु द्वयं लकारेषु चतुर्षु लकारेषु लट् लोट् लङ् इति एतत् मध्ये शप् प्रत्ययः कर्तरि शप् इति आगच्छति परन्तु परन्तु शप् प्रत्ययः आत्मने आर्धधातुकमध्ये न आनीयते. तस्य स्थाने आर्धधातुकप्रत्ययः निमित्तम् अङ्गकार्यं विहितम् स्या इति वयं पूर्वमेव दृष्टवन्तः. उदाहरणेन नाम तत्र इडागमः एव विचारः अर्धधातुकमध्ये विचार इडागमः एव विचारः तत्र तिंशित् सार्वधातुकम् एतत् न आगच्छति. कर्तरीशब् न आनीयते. वयं कर्तरीशब् इत्यस्य व्यवस्था एव अत्र नास्ति. किमर्थम् इत्युक्ते धातुः साक्षात् तिङ् प्रत्ययः न पश्यति. मध्यस्य इति अन्यप्रत्ययः आर्धधातुकप्रत्ययः मध्ये अस्ति. स्य इति प्रत्ययः तिङ्गपि नास्ति षित् अपि नास्ति. अतः तत्र आर्धधातुकं शेषः इत्यनेन आर्धधातुकप्रत्ययः स्य. अतः तत्र शप् इत्यस्य प्रसक्तिः एव नास्ति. शप् वयं न आनयामः तत्र. अनन्तरम् अतः तत्र सार्वधातुकप्रत्ययनिमित्तिक अङ्गकार्यमपि न भवति. इडागमः विचारः एव तत्र भवति. स्पष्टं वा? अस्तु राजेन्द्रमहोदय. आम् भगिनि, अत्र अन्तिमपरिच्छेदः भगिनि. आम् आम्. येषु लकारेषु कर्तृ अर्थे धातुतः कार्यं कार्यं साक्षात् पूर्वं परं च तद् सूत्रद्वयम्. क्षम्यतां. कार्यं साक्षात् पूर्वं परं च भवति इति किम् इति किं तस्मिन् इति निर्दिष्टे पूर्वस्य अत्र सप्तमीविभक्ति इत्यनेन कार्यं साक्षात् पूर्वं स्यात् तस्मादित्युत्तरस्य उत्तरस्य पञ्चमीविभक्ति इत्यनेन कार्यं साक्षात् परे स्यात् यदा यत् सूत्रे यत् कोऽपि पदं सप्तमीविभक्त्याम् अस्ति तत् तस्य अर्थः अस्ति कार्यं पूर्वं स्यात्. पञ्चमीविभक्ति पदमस्ति तत्र विभक्त्यां परम् अस्ति तत्र साक्षात् कार्यं परे भवति. यथा यत्र पञ्चमीविभक्त्यस्य परे भवति सप्तमीविभक्तिकार्ये पूर्वं भवति. येषु लकारेषु कर्ते अर्थे कर्तरि शप् इत्यनेन शब्दादयः विकरणप्रत्ययः आनीयन्ते तेषु तिङन्तपदेषु गणीभेदः वर्तन्ते. अनेन दश धातुगणाः निष्पद्यन्ते भवादिः इत्यस्मात् आरभ्य चुरादिपर्यन्तम्. अत्र सार्वधातुकलकारः इति उच्यते. लट् लोट् लङ् विधिलिङ् इति तत् यत्र येषु लकारेषु तत् कर्तरे अर्थे कर्तरि शप् विकरणप्रत्ययः आनीयते तत्र तत् तेषु तत् तिङन्तपदेषु घनीभेदः वर्तते. यथा घनम् आधारीकृत्य तत् भिन्नभिन्न विकरणप्रत्ययः आगच्छन्ति तत्र. अनेन दश धातुगणः निष्पद्यन्ते भवादि अदादि जुहोत्यादि दिवादि स्वादि तुदादि अन्य ये किमपि दशगणाः धातुगणाः सन्ति तत्र तेषां भिन्नभिन्नविकरणप्रत्ययः आगत्य तत् कार्याणि भवन्ति तत्र अत्र सार्वधातुकलकारः इति उच्यते सर्वे सार्वधातुकलकारः इति उच्यन्ते तत्र लट् लोट् लङ् विधिलिङ् तस्मिन् लकारेषु तत्र धातुघन अधिकृत्य तत् भिन्नभिन्नविकरणप्रत्ययः आगत्य तत् कार्यं कुर्वन्ति तत्र सार्वधातुकलकाराः ताम् उच्यन्ते लट् लोट् लङ् विधिलिङ् सार्वधातुकलकाराः येषु लकारेषु कर्ते अर्थे धातुतः सार्वधातुकप्रत्ययः न अस्ति एव अथवा यत्र अस्ति परन्तु साक्षात् न अतः न दृश्यते तेषु तिङन्तपदेषु शप् न भवति स्थाने इडागमो विचारः अत्र आर्धधातुकलकारः उच्यते इति उच्यते लिट् लिट् लृङ् लुट् लुङ् आशीर्लिङ् इति येषु लकारेषु तत् कर्ते अर्थे धातुतः सार्वधातुकप्रत्ययः न अस्ति एव अपि च तत्र परन्तु साक्षात् अस्ति परन्तु साक्षात् न दृश्यते धातुतः तत्र तेषु तिङन्तपदेषु शप् न भवति तत्कारणात् तत् परन्तु ईडागमविचारः भवति तदा अत्र आर्धातु ते सर्वे लकाराः आर्धधातुलकाराः इति उच्यन्ते यथा लिट् लृट् लृङ् लुट् लुङ् आशीर्लिङ् लकाराः ते सर्वे आर्धधातुकलकाराः सन्ति यत् सार्वधातुकप्रत्ययः न अस्ति एव अपि च यत्र प्रत्ययः सार्वधातुकप्रत्ययः भवति अपि परन्तु साक्षात् न दृश्यते तेषु तत् कर्तरि शप् कार्यं न भवति तथा एडागमविचारः भवितुमर्हति परन्तु ते सर्वे लकाराः आर्धधातुकलकाराः वदामः इति उच्यते अनेन चत्वारः सार्वधातुकलकाराः भवन्ति षट् च अर्धधातुकलकाराः भवन्ति यथा यदा उपरि अस्माभिः पठितं चत्वारः लकाराः सार्वधातुकलकाराः सन्ति लट् लोट् लङ् विधिलिङ् अपि च षट् विध अर्धधातुकलकाराः सन्ति लिट् लृट् लृङ् लुट् लुङ् आशीर्लिङ् ते षड् आर्धतलकाराः भवन्ति सम्यक् उत्तमं तावदेव अत्र तस्मिन् इति निर्दिष्टे पूर्वस्य तस्माद् इति उत्तरस्य इति सूत्रद्वयं नूतनसूत्रम् अस्ति तस्मिन् इति निर्दिष्टे पूर्वस्य इति यदा वयं सप्तमी विभक्तिः इत्यनेन कार्यं साक्षात् पूर्वं स्यात् इति एव सूत्रस्य अर्थः तस्मादिति उत्तरस्य पञ्चमीविभक्तिविषये कार्यं साक्षात् परे स्यात् इति सूत्रद्वयमपि परिभाषासूत्रमस्ति साक्षात् पूर्वं साक्षात् परम् इति बहुमुख्यबिन्दुः अस्ति तावदेव तस्मिन् पाठे प्रश्नः अस्ति वा अग्रिमपाठं प्रति गच्छामः वा दशनिमिषं भगिनि अत्र द्वे सूत्रे किमर्थं दत्तमस्ति अत्र तत्र पूर्वस्मिन् अग्रे सूत्रं पूर्णतया वयं पठामः परन्तु पूर्वस्मिन् परिच्छेदे पश्यन्तु तत्र यतः पाणिनेः कार्यपद्धत्या सर्वं कार्यं साक्षात् पूर्वं परं च भवति इति दत्तमस्ति किल तत्र शप् इति विकरणप्रत्ययः आधारीकृत्य कार्यम् इति यदा अस्ति वा अन्यत् किमपि यत् पञ्चमी विभक्तिः आगच्छति तस्मिन् इति तस्मादिति उत्तरस्य इति सूत्रद्वयं दत्तमस्ति परन्तु पूर्णविवरणानि तु अत्र नास्ति अग्रे आगच्छति परन्तु इदानीं पर्यन्तं वयं सप्तमी विभक्ति इत्युक्ते पूर्वकार्यम् एव उक्तवन्तः किल सूत्राणि सन्धिकार्यं दृष्टवन्तः परन्तु अत्र न अत्र इदानीं पर्यन्तं न आगतम् एतदेव प्रथमवारं अस्तु नूतन षष्ठी विभक्ति अपि कार्यं करोति खलु आम् आम् अनन्तरं प्रथमविभक्ति षष्टिस्थाने षष्टिस्थाने योग इति सूत्रस्य नाम तृतीया संयोग इति अस्ति सन्धि सन्धिकारे वयं पठितवन्तः किञ्चित् ओ अस्तु सम्यक् अत्र प्रायः न इति चिन्तयामि पूर्णतया आगच्छति प्रायः अग्रिमपाठे प्रायः अस्तु इदानीं नूतनपाठः अस्ति कृत् प्रत्ययाः अपि सार्वधातुकाः आर्धधातुकाश्च इति सिक्स् 4.6 किमर्थम् इत्युक्ते 4.4, 4.5 वयं कृतवन्तः अतः 4.6 प्रति गच्छामः अस्तु तत्र रघुपतिमहोदय भवानेव पठति वा आम् कृत्प्रत्ययाः अपि सार्धातुकाः आर्धधातुकाश्च पूर्वम् अस्माभिः दृष्टं यत् धातुभ्यः विहिताः प्रत्ययाः द्विधाः तिङ् च कृत् च एते सर्वे प्रत्ययाः पुनः विभजिताः सार्धधातुकाः आर्धधातुकाश्च अस्य महत्त्वम् एवं यत् प्रत्ययः सार्वधातुकश्चेत् तर्हि कर्तर्ते शबादयः विकरण आयान्ति कर्तरि शप् इत्यनेन शबादयः आयान्ति चेत् धातुगणभेदाः भवन्ति प्रत्ययः सार्वधातुकः नास्ति चेत् आर्धधातुकः एव आर्धधातुकः चेत् इडागमविचारः करणीयः इदं विभजनं तिङ्क्षु अपि भवति कृत्सु अपि भवति पूर्वम् इयं व्यवस्था अस्माभिः अवलोकिता तिङ्प्रसङ्गे अधुना अवलोकामहे कृत्प्रसङ्गे इति एकनिमिषं कृत्पत्या इति इदानीं वयं दृष्टवन्तः सोरि पूर्वम् अस्माभिः दृष्टवन्तः धातुभ्यविहिताः द्विधा अस्ति तिङ् च कृत् पुनः सार्धातुकाः आर्धातुकाश्च इति प्रत्ययसार्धातुकश्चेत् प्रत्ययसार्धातुकश्चेत् विकरणप्रत्ययति कर्तरि शप् इत्येन अनन्तरं शप् प्रभाद्य अन्यानि विकरणप्रत्ययन्ति धातुगण अधिकृत्य प्रत्यय सार्धातुक नास्ति चेत् आर्धातुक एव आर्धातुक चेत् इदागमविचार इति इदागमविचार करणीयम् इति इदानीं वयं दृष्टवन्तः तिङ्क्षु परन्तु अपि कृत्पत्येषु अपि भवति इदं भवति इति आर्धातुक सार्धातुक इति दत्तमस्ति अग्रे एकनिमिषं भगिनि आम् आम् आम् अस्ति चिन्ता अस्तु भगिनि एकनिमिषं किञ्चित् प्राप्तिं अस्तु अत्र अधुना अवलोकामे कृत् प्रसङ्गे कृत् प्रत्ययस्य पठामि वा अग्रे भगिनि चित्रं प्रतिपादयतु चित्रे किम् अस्ति इति वदतु एकवारं अस्तु धातुभ्यः विहित तिङ्ग अस्ति कृत् प्रत्ययः तिङ् अस्ति तिङन्ते तिङ् प्रत्यये द्विधा अस्ति सार्धातुक आर्धातुक यदि सार्धातुक अस्ति चेत् कर्तरि शप् इत्यस्य कर्तृत्वे धातुगणभेदाः भवन्ति कर्तरि शप् इत्यनेन गणनिमित्त अन्यविकरणप्रत्यय आगच्छति नास्ति न श्रूयते मध्ये मध्ये न श्रूयते एकनिमिषम् अहं बहिः गच्छामि सिग्नल् नास्ति अस्तु क्षम्यताम्, आर्धात्मक अस्ति तिङ् आर्धात्मक अस्ति चेत् केवलम् इडागमविचार, इदानीं कृत्पत्य कथं सार्धात्मक आर्धात्मक भवति इति चेत् शीत् अस्ति चेत् आर्धात्मक भवति कृत्पत्ययः, आशीत् अस्ति चेत् आर्धात्मक भवति, यदि शीत् कृत्पत्य कृत् अस्ति चेत् कर्तरिषप् इति सूत्रस्य प्रसक्तिः भवति, अतः अत्रापि गणभेदस्य धातुगणनिमित्तीकृते विकरणप्रत्यय आयाति, अतः विकरणप्रत्यय आयाति, अशित् अस्ति चेत् अत्रापि यथा तिङ् आर्धातुक अस्ति अत्रापि इडागमविचारे एव विकरणप्रत्ययस्य प्रसक्तिः नास्ति. सम्यक्. कृत् सार्वधातुककृत् प्रत्ययः किमपि जानाति वा? हा, शत्र शानच् द्वे अस्ति, अपि कानच् जानामि. शत्रुशाणच् एव प्रसिद्धः अस्ति, बहु किमपि अस्ति परन्तु शत्रुशाणच् एव प्रसिद्धः, तदेव वयं तस्मिन् विषये एव वयं पठामः. यद् वयं न लौकिकरूपेण किमपि उपयोगं नास्ति तस्मिन् विषये अत्र न दत्तम् अस्ति. शत्रुशाणच् एव स्वीकुर्मः, शत्रु एव स्वीकुर्मः, शाणच् अपि नास्ति, शत्रु एव स्वीकृत्य पठामः. विजया भगिनी अग्रिमपरिच्छेदं पठति वा? आं भगिनि, कृत् नाम किं? यथा उक्तं धातुभ्यः विहिताः प्रत्ययाः विजाः तिङ्च कृत्. यः कोऽपि तिङ् भिन्नः प्रत्ययः धातुतः विहितः सः च प्रत्ययः कृत् इति उच्यते. यस्य पदस्य अन्ते कृत् प्रत्ययः अस्ति तत् पदं कृदन्तपदमिति. आम्, कृदन्तपदानि सर्वदा सुबन्तानि, इत्युक्तौ नामपदानि सन्ति, न तु क्रियापदानि. यथा कर्तव्यं मतिः नेता गायकः लिखन् प्रकाशमानं तत्र स्थाने अस्ति. इमानि पदानि सर्वाणि सुदन्तानि, यतः एते प्रत्ययाः सव्यत् इक्तिन् त्रिवल् शत्रु स्थानसि साक्षात् धातुभ्यः विहिताः तिङ् भिन्नाः पदन्ते आम् आम् भगिनि, तत्र कृत् इति वयं धातुभ्यः तिङ् इति कृत् इति द्वे सन्ति तत्र विभजनम्. अनन्तरम् एतत् कोऽपि तिङ् अस्ति चेत् तत्र भिन्नप्रत्ययः धातुभ्यः विहितः धातु वयं धातु एतत् सर्वं तत् लिक् धातु एतत् सर्वं स्वीकुर्मः चेत् तत्र कृत् प्रत्ययम् उपयुज्य कार्यं करोति. तत्र स च प्रत्ययः कृत् इति उच्यते. यस्य पदस्य अन्ते कृत् प्रत्ययः अस्ति तत् पदं कृदन्तपदम् इति आगच्छति. कृदन्तपदानि सर्वदा सुबन्तानि एव स्वीकुर्मः, इत्युक्तौ नामपदानि सन्ति न तु क्रियापदानि. क्रियापदानि धातुभ्यः न विद्येते. एतद् सुबन्तपदानि सुबन्धपदानि योगः कृदन्तपदानि संयुज्य तत्र कार्यं करोति. मतिः एतत् उदाहरणं मतिः इति इकारस्त्रीलिङ्गमस्ति, नेता इति आकारस्त्रीलिङ्गम्, अनन्तरं गायकः इति लुल् प्रत्ययं, नेता इति तत्र लिखन् इति शत्रुप्रत्ययं, प्रकाशमानम् इति स्थानचि प्रत्ययम्. एतत् सर्वम् उपयुज्य तत्र कृदन्तं कार्यं करोति. इदा इमानि पदानि सर्वाणि कृदन्तानि, अतः एते प्रत्ययः तव्यत् इति आनेतव्यम्, अनन्तरं इति इति शक्तिः इति तृच् नेता इति तत्र अपि अस्ति, गायकः नुल् प्रत्ययं, शत्रु इति गच्छन् अस्ति इति लिखन् अस्ति तत्र, अनन्तरं शानसि इत्युक्ते तत्र प्रकाशमानम् इति उदाहरणं दत्तवन्तः. साक्षात् धातुभ्यः विहिताः अस्ति भिन्नः पद अन्ते एव एतत् सर्वं सन्ति. धातुभ्यः विहितः प्रत्ययः तिङ् भिन्नाः एव कृत् प्रत्ययः इति तस्य नाम. कृदन्तपदानि सर्वदा सुबन्तानि इति दत्तमस्ति. सुबन्तानि इत्युक्ते यदा भगिनी उक्तवती नामपदानि, क्रियापदानि नास्ति. क्रियापदानि तु तिङन्तपदानि एव क्रियापदानि. कृदन्तपदानि नामपदानि इति स्वीकुर्मः. यद् वयं प्रथमं साधयामः तत् प्रातिपदिकम्, अनन्तरम् अस्माकं सुप् इति प्रत्ययः सुऔजस् योजयित्वा सुबन्तपदानां निर्माणम् इत्येव भवति. अस्तु, समयः जातः. अत्र अद्य अत्र स्थगयामः. अग्रिमसप्ताहे पठामः, अग्रे पठिष्यामः. धन्यवादः. धन्यवादः. धन्यवादः.